नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे विशेष अजन्तदातवः इति विषयः अनुवर्तते. गतवर्गे अस्माभिः भीधातुः विषये चर्चितमासीत्. तत्र त्रीणि सूत्राणि अधीतानि, भिदेतेर्हेतुभये इति सूत्रं, विस्मयोर्हेतुभये, अनन्तरं बियोहेतुभये शुक् इति त्रीणि सूत्राणि अधीतानि. भिभेतेर्हेतुभये इति सूत्रेण प्रयोजकात् भयम् अस्ति चेत् भीधातोः नौ परे आत्वं विकल्पेन भवति. विस्मयोर्हेतुभये इत्यनेन प्रयोजकात् साक्षात् भीतिः भवति चेत् भीधातोः आत्मनेपदीप्रत्ययः भवति. तदनन्तरं तत्र बियोहेतुभये शुक् इति सूत्रेण प्रयोजकात् भीतिः चेत् बीधातोः अन्त्य इकारस्य शुगागमः भवति अत्व अभावपक्षे इति त्रीणि सूत्राणि अस्माभिः त्रीणि सूत्राणि दृष्टानि. तर्हि तत्र एव अस्माकम् एकः प्रश्नः आसीत् खलु, भापयति इति रूपं कथं लभ्यते, सर्वत्र बहुत्र दृश्यते इति. केनापि उत्तरं प्राप्तं वा? अत्र सरस्वती भगिनी भवत्या किमपि प्रेषितमासीत्, तत् तादृशं रूपं दृश्यते परन्तु कथं, केन आधारेण तादृशरूपं बापयति इति रूपं भवति? तु तत्र बापयति इति रूपं नास्ति, प्रायः दोषः अस्ति इति भवती उक्तवती. समीचीनं, तदा तथा एव मम अपि चिन्तनमस्ति. यतोहि तत्र सूत्राधारेण तु भापयति इति रूपं न लभ्यते. भगिनि, अहं संस्कृत अभ्यासद्वारा अत्र अहं दृष्टवती, यतोहि अष्टाध्यायी डाट् काम् मध्ये दोषाः तु सन्ति. श्रूयते, किमपि वदन्ती अस्ति इति भाति. केनापि किमपि प्राप्तं वा तस्मिन् विषये? भापयति इति कुत्रचित् महाभारतेषु तादृशग्रन्थेषु भापयति इति रूपं दृश्यते, परन्तु तत्र आर्षप्रयोगः इत्येव वक्तुं शक्यते. यतोहि सूत्राधारेण तु न भवति खलु. तत्र विस्मयोर्हेतुभये इति सूत्रमस्ति खलु, तर्हि प्रयोजकात् भीतिः अस्ति चेत् तदानीं तु आत्मनेपदीप्रत्ययः एव भवति. अतः भापयति इति रूपं कथं लभ्यते इति, भापयति इति रूपं तु भाधातोः भवति, तत्तु भिन्नविषयः अस्ति. भाधातोः भापयति इति रूपं भवति, परन्तु भीधातोः भापयति इति रूपं न भवति इति चिन्तयामि. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र एव अस्माकं प्रश्नः आसीत्, प्रश्नः उदेति बियोहेतुभयेषु इति अचोयनिति इत्यस्य अपवादभूतसूत्रं चेत् कथं वा भियोगः निचिति स्थितौ अचोयनिति इति कदापि प्रवर्तते? अस्तु, तत्र कः तत्र पठति? लक्ष्मी भगिनी पठतु. आं पठामि भगिनि. तस्मात् पूर्वं कश्चन प्रश्नः आसीत्, पृच्छामि वा पठनात् अनन्तरं पृच्छामि वा? अस्य सम्बन्धे अस्ति वा अस्मिन्? आम् आम् आं भगिनि, अस्मिन् सूत्रे एव अत्र भीष्मयोर् हेतुभये इत्यस्मिन् सूत्रे अनुवृत्तिसहितसूत्रम् अस्ति, हेतुभये नेहे भीभत् भीम्योः आत्मनेपदम् इति. अत्र नेहे इत्यस्य अनुवृत्तिः किमर्थम्? अत्र अस्मिन् सूत्रार्थे तु नेहे इत्यस्य अन्वयः न भवति खलु इति. विस्मयो हेतुभये इति सूत्रे नेहे इति किमर्थम् इति वा? हा, नेहे इति अनुवृत्तिसहितसूत्रे तु नेहे इत्यस्य अनुवृत्तिः अस्ति, किन्तु अस्य अन्वयः अत्र किमर्थम् इति प्रश्नः न आत्मनेपदत्वं नौपरे एव भवति इति खलु नौपरे भवति पञ्चमी एकवचनम् एव इति वा नास्ति नेः इत्यस्य प्रसङ्गे एव नास्ति अत्र इति नौ इति चेत् समीचीनं किन्तु नेः इति वदामः चेत् इत्युक्ते तत्र निजन्तधातुः अस्ति केतुभये यः निजन्तधातुः अत्र नेः इति पञ्चम्यन्तमस्ति नेः इति पञ्चम्यन्तमस्ति न तु सप्तम्यन्तम् तर्हि अर्थः कः अत्र अत्र अर्थः न्यन्तात् बिभेतेः स्मयतेश्च न्यन्तात् आत्मनेपदं भवति हेतुभये हेतुभयस्य विषये भीधातोः न्यन्तधातुः यः भीधातुः अस्ति तस्मात् यः प्रत्ययः विधीयते सः प्रत्ययः आत्मनेपदिसंज्ञकप्रत्ययः इत्युक्ते निजन्तधातोः अनन्तरम् इति अस्ति वा निजन्तधातोः भीतज्ञोः निजन्तधातुतः यः प्रत्ययः विधीयते सः प्रत्ययः आत्मनेपदिप्रत्ययः भवति हेतुभये अस्तु समीचीनम् अवगतं खलु धन्यवादः अन्यस्मिन् अन्यः एकः प्रश्नः अपि अस्ति भियो हेतुभये शुक् इत्यस्मिन् सूत्रे प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भीधातोः अन्त्यस्य ईकारस्य स्थाने आदेशाभावे शुक्काद् आगमः भवति इति उक्तम् अत्र ईकारस्य स्थाने इति किमर्थम् उक्तमस्ति अत्र भीधातोः इति वदनात् समीचीनं भीधातोः इति सप्तमी क्षम्यतां षष्ठी अस्ति चेत् समीचीनमेव खलु अत्र ईकारान्तः इति वदनेन किमपि वैशिष्ट्यम् अस्ति वा अत्र अस्ति वैशिष्ट्यं तु अस्ति तदेव इदानीं चिन्तनं कुर्मः ईकारान्त इत्युक्ते तत्र अत्र पश्यतु त्रीणि सूत्राणि अत्र इत्युक्ते बलबलचिन्तनं अस्माभिः करणीयं तदानीमेव ज्ञातुं शक्नुमः किमर्थम् ईकारस्य स्थाने इति उक्तम् इति पश्यतु तत्र प्रथमतया बिभेतेर्हेतुभये इति सूत्रं षष्ठादेशस्य प्रथमपादे अस्ति तदनन्तरं बियो हेतुभये शुक् इति सप्तमाध्यायस्य तृतीयपादे अस्ति खलु तर्हि इदानीं सूत्र इदानीं तदेव इदानीं चर्चा अस्ति तदानीमेव वयं द्रष्टुं शक्नुमः इदानीं तत्र यत् यः तत्र परिच्छेदः अस्ति अधोभागे तत् पठतु एकवारं तदनन्तरं भवत्याः प्रश्नस्य उत्तरम् अस्मात् लभ्यते वा इति पश्यामः न लभ्यते चेत् तदानीं चिन्तनं कुर्मः अस्तु अत्र प्रश्नः उदेति इत्यस्मात् आरभ्य वा भियो हेतुर्भयेषु इति एव वा अस्तु अत्र प्रश्नः उदेति भियो हेतुभयेषुक् इति अचोन्निति इत्यस्य अपवादभूतसूत्रं चेत् कथं वा अचोन्निति इति कदाचित् अपि प्रवर्तेत उत्तरमेवं यत् प्रयोजकात् भयम् इति स्थितौ सदा भियो हेतुभये शुक् इत्येव भवति चेत् बिभेतेर्हेतुभये इति सूत्रं निरवकाशं भविष्यति बिभेतेर्हेतुभये इति विकल्पेन प्रवर्तते अतः प्रयोजकात् भये सति एकवारम् अचोन्यति योग बिभेतेर्हेतुभये इति भवति एकवारं भियो हेतुभये शुक् इति भवति अत्र प्रश्नः अस्ति भिये हेतुभये शुक् इति अचोजनिति इत्यस्य अपवादम् इति एकवारम् उक्तं तर्हि अचोजनिति इति कदापि कदाचिदपि प्रवर्तेत अस्य उत्तरमपि अत्रैव दत्तं यत् भियो हेतुभये शुक् इति सूत्रं तु वदति प्रयोजककर्तुतः भयं जनयति चेत् तत्र शुक् आगमः भवति इति तर्हि भियो हेतुभये शुक् इति सूत्रं भवति चेत् बिभेते हेतुभये सूत्रं निरवकाशं भविष्यति. इत्युक्ते बिभेते हेतुभये इत्यनेन आत्वं विधीयते. भियो हेतुभये शुक् इत्यनेन शुक् आगमः. बिभेते हेतुभये कस्य स्थाने आत्वम्? आत्वं तु एचः स्थाने एव आत्वं भवति. बिभेतेर्हेतुभये एचः इति उक्तम् इति कृत्वा अचोयन् इति भवति चेदेव आत्वं भवितुम् अर्हति. सत्यं. बिभेतेर्हेतुभये इत्यस्य प्रवर्तनार्थम् अचोयन् इति अपि अत्र प्रवर्तते. तदनन्तरमेव आत्वं भवति इति विषयः अपि अस्ति. तर्हि बिभेतेर्हेतुभये इति विकल्पेन प्रवर्तते इति उक्तत्वात् प्रयोजकात् भये सति यत्र प्रयोजकात् भयं जनयति तस्मिन् सन्दर्भे अचोजनिति प्रवर्तते. तेन ऐकारः भूयते. ततः परं बिभेतेर्हेतुभये इत्यनेन आत्वमपि भवति एकस्मिन् पक्षे. यत्र अत्र विकल्पेन इति उक्तत्वात् अन्यस्मिन् पक्षे भियो हेतुभये शुक् इत्यनेन भी इति अस्ति. तस्मात् भीधातोः शुक् आगमः भूत्वा भीषयते इति रूपमपि स्यात् इति अत्र उक्तमस्ति. तर्हि अचोजनिति इत्यस्य निरवकाशत्वं न भवति यतोहि बिभेतेर्हेतुभये इत्यत्र अचोजनिति प्रथमं स्यात् ततः परम् इत्युक्ते भीयोग णिच् इति सन्दर्भे अचोजनिति इत्यनेन एच् भवति भी इत्यस्य इत्युक्ते ऐ भै इति भवति. ततः परं बिभेतेर्हेतुभये इत्यनेन आत्वं भवति. यत्र विकल्पेन इति उक्तत्वात् यत्र आत्वं न भवति तत्र तु अचोजनिति अपि न सम्भवति. साक्षात् भी योगणिच् इत्यत्र शुक् आगमः भवति भी धातोः इति. समीचीनं वा? हा, इत्युक्ते तत्र समीचीनम् इत्युक्ते तत्र आदौ भी योगः णिच् इति अस्ति. तदानीं भवती किं करोति? भी योगणिच् इति अस्ति चेत् अत्र शुक् आगमः भवति वा बिभेतेर्हेतुभये भवति वा इति प्रश्नः उदेति. बिभेतेर्हेतुभये तु षष्ठाध्यायः. तस्मात् पूर्वं भियो हेतुभये शुक् भवति वा बिभेतेर्हेतुभये भवति वा इति प्रश्नः नास्ति. प्रथमतया भियो हेतुभये शुक् भवति वा अचोजनिति भवति वा इति प्रश्नः. अचोजनिति अपि च भियो हेतुभये शुक् इत्यस्य एतत् सूत्रद्वयम् आयाति एकस्मिन्नेव समये. तर्हि अचोजनिति इत्यस्य सूत्रसङ्ख्या अस्ति सप्तमाध्याये द्वितीयपादे. भियो हेतुभये शुक् इत्यस्य अस्ति सप्तमाध्याये तृतीयपादे. अचोजनिति इत्यस्य अन्यत्र लब्धावकाशः अस्ति किन्तु भियो हेतुभये इति भियो हेतुभये शुक् इत्यस्य नास्ति. केवलं भी धातोः एव हेतुभये इत्यस्मिन् अर्थे एव शुक् आगमः भवति इति कारणेन यदि अत्र न प्रवर्तते इति चेत् निरवकाशत्वं भवति. तर्हि अपवादेन भियो हेतुभये शुक् इत्यस्य अवसरः प्रथमं स्यात् भी योग णिच् इति सन्दर्भे. तदानीं किं भवति? भीयोग शुक् आगमः भीयोग णिच् इत्यत्र शुक् आगमः भवति भी धातोः. धातुः कः? नूतनधातुः कः? इत्युक्ते शुक् आगमः भूत्वा तदेव भी इत्यस्य अनन्तरं शुक् भवति चेत् भीश्च. ततः परम् इकारः भूत्वा भीषि इति निजन्दधातुः भवति. रूपं लटि. हा, लटि रूपं. ततः परं भीषियोग शप् योग ते भीषयते इति रूपं भवति. अत्र विभेदहेतुः लभ्यते भीष्म्योर् हेतुभयेतिरेण आत्मनेपदत्वमपि भूत्वा भीषयते इति प्रथमं रूपं स्यात्। तर्हि अत्र प्रथमं रूपं नास्ति, तदानीम् एकमेव रूपं लभ्यते। अपवादः बियो हेतुभये शुक् इति अपवादः इति वदामः चेत् अचुतोयनि बियो हेतुभये शुक् इति नित्यरूपेण भवति खलु, नित्यरूपेण एव, अत्र विकल्पेन नास्ति। अहं विकल्पेन भीषयति इति एकमेव रूप, भीषयते इति एकमेव रूपं लभ्यते। तर्हि तत्र प्रश्नः अस्ति बिभेतेर्हेतुभये इति सूत्रस्य का गतिः, तस्य अवकाशः कुत्रापि न भवति खलु। तर्हि विकल्पेन इति कुत्रापि न, बिभेतर्हेतुभये अपि केवलम् आत्वम् आत्वं वा इति अस्ति खलु अत्र, बिभेते एचः नौ आत्वं वा स्यात्। तर्हि अस्य अस्य कार्यं कुत्र, कस्मिन् प्रसङ्गे भवति इति प्रश्नः। प्रथममेव भीषयते इति रूपं भवति अत्र अपवादेन। तर्हि यत्र शुक्कागमः न भवति तत्र आत्वं विकल्पेन भवति इति वक्तुं शक्यते वा विभेतर्हेतुभयेतिनेन? न, कुत्र यदि शुकागमः प्रथमतया भवति चेत् कुत्र शुकागमः न भवति? तत्रापि सूत्रद्वये अपि प्रयोजकात् एव भीतिः, तस्मिन् सन्दर्भे एव शुकागमः भवति, विभेतर्हेतुभये अपि तस्मिन्नेव सन्दर्भे भवति प्रयोजकात्। इदानीम् इदानीं भवती उक्तवती बियो हेतुभये शुक् इति अचोयनीति इत्यस्य अपवादः अस्ति इति उक्तवती। इदानीं भियोगः णिच् इति स्थितौ बियो हेतुभये शुक् अपि च बिभेतेर्हेतुभये अनयोः कीदृशसम्बन्धः? बिभेतेर्हेतुभये अपि च भियो हेतुभये शुक् इत्यस्य वा इत्यनयोः वा? अत्र शुक् एकं तु शुक् आगमः अस्ति, अन्यत्तु बिभेतेर्येचः तत्र तत् बिभेतर्हेतुभये इत्यत्र एचः तु एचः स्थाने तु एचः स्थाने एव आत्वं भवति इति उक्तत्वात् अत्र अचोजनीति इति एव प्रथमं स्यात् इति अपि भावः भवति खलु अत्र। अतः अनयोः बिबे बियो हेतुभयेषु अपि च बिभेतेर्हेतुभये अनयोः युगपत्प्रसक्तिः नास्ति। आम् सत्यं खलु, भियोगणिच् इत्यत्र तर्हि इदानीं केवलं बियो हेतुभयेषु अपि च अचोयणीति अनयोः एव साक्षात् प्रसङ्गः अस्ति। तदानीं बियो हेतुभयेषु कार्यं करोति चेत् बिभेतेर्हेतुभये इत्यस्य अवकाशः एव न लभ्यते इति स्थितिः अस्ति। तर्हि तत्र उत्तरं किम्? सत्यं तत्र एव ईकारान्तस्थाने इत्यस्य प्रसक्तिः अस्ति वा, इत्युक्ते यत्र भीधातोः ईकारान्तभीधातोः इति अन्यः प्रसङ्गः अस्ति वा, इकारान्तविहाय न जाने भगिनि। इत्युक्ते अत्र बिभेतेर्हेतुभये इति सूत्रं निरवकाशं भवति इति कृत्वा इदानीम् अचोयणिति इत्यनेन यदि प्रथमतया अचोयणिति इति भवति भीयोगः णिच् इत्यत्र अचोयणिति इत्यनेन वृद्धिः भवति चेत् भययोगः णिच्। इदानीं बिभेतेर्हेतुभये इत्यनेन विकल्पेन आत्वं करोतु, तर्हि भायोगः अस्यां स्थितौ किं भवितुमर्हति? भायोगनिच् इत्यस्मिन् प्रसङ्गे अत्र पुग् आगमः, पुक् आगमः भवति, अर्तिक्रीव्लीरिग्नुयि क्ष्मा यास्तां पुग्णौ इत्यनेन पुग् आगमः भवति। किन्तु अत्र प्रश्नः आसीत् बिभेतर्हेतुभये इत्यस्य प्रसङ्गः एव न भवति इति इत्यस्य उत्तरं किं स्यात्? अचोजनीति यदि सूत्रं न सूत् विभेतेर्हेतुभयेति सूत्रं व्यर्थं न स्यात्, अतः तस्य अवकाशः कल्पनीयः, अस्माभिः अवकाशः कल्पनीयः, सूत्रं व्यर्थं न स्यात् इति कृत्वा. तर्हि अवकाशः कथं कल्प्यते? रूपमस्ति इति एव स्वीक्रियते. तर्हि विभेतर्हेतुभयेत्यनेन प्रथमतया अशोचनीति इत्यनेन ऐ एचः भवति, भै इति भवति. विभेतर्हेतुभय इत्यनेन ऐकारस्य आत्वं भूत्वा भा इति रूपं, भायोग इ इत्यत्र भा इति आकारान्तधातुः इति कृत्वा अर्तिह्रे व्लीरि क्नुयि श्मायातां पुग्नौ इत्यनेन पुक् आगमः. तर्हि भायोग पुक् योग णिच् इति इत्यस्मिन् प्रसङ्गे पुक् इत्यस्य ककारः हलन्त्यम् इत्यनेन इत् उकारः उच्चारणार्थं भवति, तर्हि केवलं पकारः एव तिष्ठति. भाप् योग इ भापि इति निजन्दधातुः निष्पद्यते. रूपं भापयते इति रूपं स्यात्, भापि योग शप् योगते भापयते इति अन्तिमरूपम्. भापयते इति एकं रूपम् अस्ति. इदानीं तत्र बिभेतेर्हेतुभये इति सूत्रेण आत्वं विकल्पेन भवति इति उक्तं खलु, यस्मिन् विकल्पेन. तर्हि तत्र निच् ऐकारः न भवति, भियोग इ साक्षात् अत्र किं स्यात्, अत्र भै अचोन्यति इत्यनेन भै भवति. तर्हि पुनः सन्धिकार्यं न भवति, न अचोयिनिति इति न भवति. यत्र अचोयिनिति भवति तत्र बिभेतेर्हेतुभये इत्यनेन विकल्पेन आत्वं भवति, भापयते इति रूपं लभ्यते. परन्तु एवमेव कुर्मः, तत्र अचोयिनिति प्रथमतया कुर्मः चेत् तदानीम् इदानीं तत्र बियोहेतुभयेषु इत्यस्य अवसरः न लभ्यते यदि ऐकारः जायते चेत्. आत्वमेव विकल्पेन भवति खलु, आत्वं विकल्पेन भवति. अतः एवं चिन्तनीयम्, अचोयिनिति बिभेतेर्हेतुभये इति एकदा कार्यं भवति, तदानीं भापयते इति रूपं लभ्यते. इदानीं बियोहेतुभयेषु इति सूत्रं तु वस्तुतः अचोयिनिति इत्यस्य अपवादः अस्ति, अतः आदौ एव भीयोगः शुक् इति आगमः भवति. तत्र बि इति ईकारान्तः अस्ति, तदानीमेव शुगागमः भवति, अतः एव ईकारस्य स्थाने इति उक्तम्. अचोयिनिति इत्यस्य कार्यानन्तरं भवति चेत् तदानीम् ऐकारस्य स्थाने इति एव वक्तव्यं खलु, एचः स्थाने इति वक्तव्यम् आसीत् भगिनि. अत्र भग्नः जायते केवलं मम कृते वा इति न जाने, किं डिस्टर्बेन्स् अस्ति भगिनि मम लैन् जायते? आम् केवलं मम कृते वा इति न जाने, अन्येषां न जाने. कथं श्रूयते अन्येषां? सम्यक् अस्ति भगिनि. ओ एवं वा, सम्यक् श्रूयते. हा तर्हि तत्र बियोहेतुभयेषु इति सूत्रे तत्र उक्तं प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भीधातोः अन्त्य ईकारस्य स्थाने आदेशाभावे शुगागमः भवति इति उक्तम्, अन्त्य ईकारस्य. तर्हि किमर्थम् अन्त्य ईकारस्य इति वक्तव्यम्? यतोहि अचोयिनिति इत्यस्य कार्यं न भवति, यस्मिन् पक्षे अचोयिनिति इत्यस्य कार्यं न भवति तत्र भी इति ईकारस्य स्थाने शुगागमः भवति. इत्यनेन अत्र एव सूत्रे एव उक्तमस्ति यत् यत्र अचोयिनिति इत्यस्य कार्यं विकल्पेन न भवति तत्र शुगागमः भवति इति अर्थः. तर्हि भीयोग णिच् इति भी धातुः अस्ति, णिच् प्रयोगः अस्ति. तर्हि प्रथमं वयं अस्मभिः उक्तं यत् अचोयिनिति इति प्रबाद्य भियो हेतुभयेषु प्रवर्तते इति आसीत् खलु, तदर्थमेव भीषयते इति नित्यरूपम् इति उक्तं खलु. हा इति इत्युक्ते एवं कुर्मः चेत् तत्र विभेतेर्हेतुभय इत्यस्य अवसरः न भवति इति अपि इत्यपि अस्ति खलु, कथञ्चित् फिट् करणीयं, त्रयाणां सूत्राणां कथञ्चित् फिट् करणीयं. तदर्थमेव बियोहेतुभयेषु इति सूत्रे ईकारः इत्युक्तम्. ईकारः इत्युक्ते यत्र बि इति धातुः ईकारान्तः वर्तते तत्र एव शुगागमः भवति. तर्हि तत्र द्विभेतेर्हेतुभय इत्यस्य का गतिः इति चेत् द्विभेतेर्हेतुभय इति विकल्पेन भवति इति उक्तं खलु. अतः आत्वपक्षे यस्मिन् आत्वं भवति तत्र भापयते इति रूपं लभ्यते. तर्हि भीयो गणिच् इत्यत्र अचुञ्जनिति प्रवर्तते, भै इति भवति, तत्र विभेतेर्हेतुभय इत्यनेन भापयति इति रूपं, यत्र अचुञ्जनिति न प्रवर्तते, वृद्धिः न किन्तु अस्तु हा हा इत्युक्ते आत्वं नेच्छति तत्र तु साक्षात् शुकागमः भवति इति भी शुकागमः अचुञ्जनिति इत्यस्य अपवादः अस्ति, अतः अचुञ्जनिति इत्यस्य अनन्तरं शुकागमः इति नास्ति. किन्तु अत्र ईकारस्य स्थाने इति किमर्थं वक्तव्यं, यद्यपि अत्र आगमः एव अस्ति, शुक् आगमः एव अस्ति खलु, तर्हि अत्र भीधातोः आगमः इति वक्तुं शक्यते आसीत् खलु. अत्र भीधातोः शुक् आगमः इति वदामः चेत् तदेव सम्यक् भाति. अत्र ईकारस्य स्थाने इति वदनस्य आवश्यकता आसीत् वा इति, तर्हि अत्र एतत्तु एतत्तु अत्र अस्माभिः अत्र उक्तमस्ति सूत्रे, तथा उक्तमस्ति वा सूत्रे, तत्र अनुवृत्तिसहितसूत्रे बि इत्येतस्य हेतुभये अर्थे शुगागमः भवति नौ परतः, तावदेव भि इति अत्र बियः इति षष्ट्यन्तं, बियः इति षष्ट्यन्तम् अस्ति चेत् तत्र प्रातिपदिकं किम् अस्ति, भि इति एव बि इति अस्ति प्रातिपदिकं, बियः इति उक्तं, तर्हि भि इति यत्र अस्ति तत्र एव शुगागमः भवति, तदर्थम् अत्र अन्त्य ईकारः इति उक्तं. यत्र अन्त्य ईकारान्तः अस्ति इत्युक्ते आत्वम् आत्वम् आत्वं भूत्वा तदनन्तरं शुगागमः भवति इति नास्ति, भाषयते इति रूपं नास्ति खलु, भाषयकारान्तभीधातोः इति. अस्तु अस्तु धन्यवादः. एकः प्रश्नः अस्ति भगिनि, एकक्षणम् अत्र अहं पश्यामि, विभेतेः हेतुभय इति णाव णौ आत्वहे पुक् कोऽपि प्रश्नः नास्ति तत्र, तर्हि एव भापयते भवति. परन्तु अत्र हि इतौ प्रक्षलेषणेन इकारान्तस्य शुको विधानात् आत्वपक्षे स न भवति. अत्र प्रक्षलेषण महत्त्व कः अत्र सम्बन्धे? पुनः पठतु, किं पठितवान् पुनः पठतु. अहं पठामि पठामि फ्रम् द बुक् इट् सेल्फ. विभेतेः हेतुभये इति णौ आत्वे पुक् अस्ति, तर्हि एव भापयते भवति. अन्यदा भियो हेतुभये शुक् अत्र हि अर्थात् स्पष्टतया प्रया अत्र हि ई अर्थात् दीर्घ ई इतौ कारप्रक्षलेषणे प्रक्षलेषेण इकारान्तस्य शुको विधानात् आत्वपक्षे स न भवति. तदेव मया उक्तं तत्र सूत्रे भियः इति उक्तं खलु, भियः इति उक्तं सूत्रे, भियः इत्यस्य महत्त्वं किम् इति चेत् भी इति प्रातिपदिकं, भी इति प्रातिपदिकं तत्र अस्ति, भी इति प्रातिपदिके तत्र ईकारान्तः अस्ति, भी योगः ई, यथा अस्माभिः पूर्वं कुत्र तत्र तादृशं दृष्टं, लीलोर्लुग्नुकावन्यतरस्याम् इत्यत्र ली इत्यत्र ईकारप्रश्लेषः अस्ति इति उक्तं खलु, यत्र ली इत्युक्ते ली इति धातुः इति नास्ति, परन्तु यत्र कुत्रापि ली इति रूपं लभ्यते तत्र ला इत्यस्यापि विकृते ली इत्यस्यापि ला इति भवति चेत् तस्यापि ग्रहणम् इति कृत्वा तत्र लालयति इति रूपं साधितं खलु प्रश्लेषात्. एवमत्रापि एवमत्रापि भी इत्युक्ते भीयोगः ई इति अर्थः. ई इति ईकारप्रश्लेषः. यत्र भी धातुः ईकारान्तः अस्ति तत्र एव शुगागमः भवति. इत्युक्ते आत्वं यदा भवति विवेतेर्हेतुभये इत्यनेन आत्वं यदा भवति तदानीं तु शुगागमः नास्ति. इत्युक्ते तादृशम् अस्ति चेत् तदानीं भापयते इति रूपमेव न लभ्यते. बा इति आकारान्तस्य शुगागमः भवति चेत् भाषयते इति रूपं लभ्यते, परन्तु तद् इष्टं नास्ति खलु. अतः प्रश्लेषः इति उक्तं. बी इति ईकारप्रश्लेषः यत्र वर्तते तत्र एव शुगागमः भवति इति उक्तत्वात् इदं सूत्रम् अचोयिनिति इत्यस्य अपवादसूत्रमस्ति. अतः एकस्मिन् पक्षे अचोयिनिति विभेतेर्हेतुभये इति सूत्रद्वयं कार्यं करोति, अतः भापयते इति रूपं लभ्यते. अन्यस्मिन् पक्षे थी इति धातोः शुगागमः भवति, भीषयते इति रूपमपि लभ्यते. धन्यवादः. अत्र कोऽपि प्रश्नः अस्ति वा, स्पष्टम् अस्ति वा अथवा? तर्हि रूपद्वयमेव भगिनि. बिभेते हेतुभये विकल्पे नास्ति, विकल्पपक्षे आत्वं, विकल्पः नास्ति तदा किं भवति? विकल्पः नास्ति चेत् किं भवति इति भवती वदतु. आत्वं न भवति चेत् किं भवति? भी इत्यस्य भै इति भवति वा? भाययते. किमर्थं भाययति न भवति? भाययति इति सामान्यरूपम् अस्ति. हेतुभयं नास्ति चेदपि भाययति इति रूपं भवति. इदानीं हेतुभये विभेतेर्हेतुभये इत्यनेन विकल्पेन आत्वं भवति. यस्मिन् पक्षे आत्वं न भवति तस्मिन् पक्षे तदानीमपि प्रयोजकात् भीतिः अस्ति खलु. आत्मनेपदरूपमेव. अतः भाययते इति रूपं भवति. यत्र प्रयोजकात् भीतिः एव नास्ति तादृशसन्दर्भे भाययति इति रूपम्. तर्हि आहत्य भीषयते, भापयते, भाययते इति रूपं प्रयोजकात् भीतिः अस्ति चेत् त्रीणि रूपाणि, अनन्तरं भाययति इति रूपं सामान्यरूपम् अस्ति. प्रयोजकात् भीतिः इति नास्ति. अग्नि प्रश्नः अस्ति, पृच्छामि वा? तत्र विस्मयोः हेतुभये इति सूत्रेणैव आत्मनेपदत्वं प्राप्नोति. तत्र यस्मिन् पक्षे आत्मं नास्ति तस्मिन् पक्षे अपि अस्य सूत्रस्य कार्यं भवति वा? यस्मिन् कस्य सूत्रस्य? अहं रूपसूत्र एकवारं वदामि, सम्यक् वा न वा एकवारं वदति वा भगिनि? प्रथमं तु प्रयोजकात् भीति अस्ति चेत् विभेर्हेतुभये इत्यनेन आत्वं भवति विकल्पेन. एकस्मिन् पक्षे यदि आत्वं भवति, यदि आत्वं भवति चेत् अचोयनति इति कार्यं कृत्वा तत्र अचोयन्ति कार्यं करोति, भय् इति भवति. तस्मात् अनन्तरं प्रथमं तु भीतिः अस्ति चेत् तत्र अचोयन्ति कार्यं भूत्वा भय् इति भवति. तस्मात् अनन्तरं विभेर्हेतुभय् इत्यनेन आत्वं भूत्वा तत्र पापयति इति रूपं भवति. आत्मनेपदिरूपयते, हा क्षम्यतां, पापयते. भीष्मयोर्हेतुभये इति सूत्रेण आत्मनेपदित्वं प्राप्नोति. यस्मिन् पक्षे आत्वं नास्ति विभेर्हेतुभये इत्यस्य सूत्रस्य विकल्पेन रूपं किमस्ति आत्वं नास्ति चेत् तत्र वियोहेतुभयेषु एव कार्यं करोति. यतोहि यः न भियोहेतुभयेषु एव कार्यं करोति, यतोहि यत् सूत्रं तु अचोयणिति इत्यस्य अपवादसूत्रम् अस्ति. अतः तत्र भीषि भीयोगः शुक् इति भवति, भीषि इति भवति. भीषियोगः तस्मात्रं कार्याणि भूत्वा भीषयति इति भवितुम् अर्हति किल? तत् भीषयते इति विस्मयोर्हेतुभये इति सूत्रेणैव भवति वा तत्रापि? सत्यं सत्यम्. अस्तु अस्तु, तर्हि अस्तु, समीचीनम्. अस्तु, चत्वारि रूपाणि भवितुम् अर्हति, पापयते, भीषयते, बाययते, अपि च बाययति. समीचीनं वा भगिनि? समीचीनं. बाययति इति रूपं प्रयोजकात् भीतिः नास्ति चेत् तत्तु भिन्न. प्रयोजकात् भीतिः अस्ति चेत् त्रीणि रूपाणि. अस्तु, समीचीनं, सम्यक् भगिनि, धन्यवादः. अत्र अत्र एवमपि चर्चा वर्तते यत् तत्र भा इति आकारान्तः यदा भवति विभेतेर् हेतुभय इत्यनेन, तदानीं स्थानिवद्भावेन ईकारान्तधातुः अस्ति इति मत्वा तत्र भा इत्यस्य शुगागमः शुगागमं कृत्वा तत्र भीषयते इति रूपं लभ्यते इति. तत्र तु किञ्चित् इतोपि चिन्तनीयं, तत्र कथं स्थानिवद्भावेन साक्षात् ईकारः आयाति इति प्रश्नः तत्र अस्ति. स्थानिवद्भावेन अन्यत् कार्यं भवति इति तु अवगच्छामि, परन्तु भा इति यदा आत्वं भवति तदानीं तु ईकारः नास्ति, अतः भाषयते इति रूपं लभ्यते. अतः तत् कथम् इति चिन्तनीयं, परन्तु अत्र यद् करपत्रे उक्तं तद् एवमेव चिन्तनीयम् इति भाति. अस्तु, अग्रे गच्छामः. अत्र अत्र कः इदानीं शोभा भगिनी वदतु एकवारम् अत्र किम् अवगतमिति. सम्यक्तया न अवगतं भगिनी, पुनः श्रोतव्यमस्ति मया. ओ, न अवगतं वा? तत्र कः वदति? उषा भगिनी वदति वा पुनः एकवारं? प्रयत्नं करोमि भगिनी. भीदातु भीदातु प्रथमं हेतुभये बीधातु बिभेतेर् हेतुभये इत्यनेन बिभेतेः एचः आत् नौ इत्यनेन एचः स्थाने आत् आयाति आयाति इति विभाषा अपि उक्तं. हेतुभये इति उक्तत्वात् हेतोः भीतिः अस्ति चेत् प्रयोजककर्ता कृते भीतिः अस्ति चेत् बिभेतेर् हेतुभये इत्यनेन एचः स्थाने आत् आयाति इति कृते प्रथमं बियोगः णिच् बियोगः णिच् णिच् इति कृते वृद्धिः भवति. बा अन्न वृद्धि वृद्धि बि भै भवति, भै योगः इ भायि इति भवति. बायि इति कृते अनन्तरं बायि भायि इति स्थाने भै योगः निच् कथं भै भै भवति, भै अनन्तरं भै योगः इ भाय् बाय् आय् भवति, आयि बायि इति भवति निजन्तदातु. भायि इति कृते बायि योगः बायि इति स्थिते विच् आगमकं भापयति भापयति न भै योगः णिच् अचोयणिति इत्यनेन प्रथमतया कार्यं भवति चेत् भै योगः णिच् इति स्थितौ इदानीं बिभेतेर् हेतुभये इत्यनेन आत्वं विकल्पेन भवति खलु. ओ ओ बायि इति नास्ति, बै इति कृते भा इति भवति विकल्पेन भवति, भा इति विकल्पेन विकल्पेन भवति विकल्पेन भवति चेत् ऐ वास् ट्रैङ्ग् टु डू फस्ट् विदौट् आत्मनि. ओके, प्रथमम् आत्वं भवति चेत् बै स्थाने भा इति भवति, भायोगः इ देन् भायोगः इति स्थिते देन् भाययते इति रूपं सिद्ध्यति वा? न न पुगागमः भवति, पुक्कागमः. आम् आम् आम् आं भगिनि, पुक्कागमः भवति, पुक् अर्थिह्रीव्लीरीणि. ओके, या पुक्कागमः भवति, भापि इति रूपं रूपं सिद्ध्यति. भायोगः पुक्कागमः योगः इ इति कृते भापि इति नूतननिजन्तदातु. भापयते इति आत्मनेपथ्यत्वं भवति. भीष्मयोर् हेतुभये इति इत्यनेन आत्मनेपथ्यत्वं भूत्वा भापयते इति रूपं सिद्ध्यति. विभाषाहेतुभये विभेतेः एचः आत् णौ इति कृते विभाषा इत्यनेन हेतुभये आत्वं न स्यात् इति कृते भियोगः णिच् दट्स् एव बायि इति नूतनधातु सिद्ध्यति. अनन्तरम् आत्मनेपदत्वं भूत्वा भाययते इति रूपं सिद्ध्यति. द्वयोः रूपं रूपद्वयं लभ्यते. अनन्तरं भियो हेतुभये शुक् इति सूत्रम् आयाति. भियो हेतुभये शुक् अपि च भियोग णिच् इति कृते भियो हेतुभये शुक् अपि च अचोनिति इति सूत्रस्य कृते अचोनिति कार्यं करोति चेत् भियो हेतुभये शुक् इति कार्यं न प्रवर्तनं भवति. तस्मात् भियो हेतुभये शुक् इति सूत्रम् अपवादसूत्रं सो देट् दिस् सूत्र व्यर्थं न भवति इति कृते दिस् इस् अपवाद भियो हेतुभये शुक् इति अपवादसूत्रम् अस्ति अचोन्निति कृते. भियो हेतुभये शुक् कार्यं करोति चेत् भियो हेतुभये शुक् इत्यनेन भियोगः णिच् भै योगः इ अनन्तरं भैयोगः इ पुक् नाट् पुक् शुक् आगमः देन् भीषयते भीषयते नास्ति अचोनिति न भवति अपवाद अचोनिति न भवति. सो अस्तु भगिनि भियो हेतुभये शुक् इत्यनेन भीयोगः णिच् इति कृते भियो हेतुभये शुक् इत्यनेन भीयोगः शुक् आगमः भवति. शुक् आगमः भवति इत्यनेन भीयोगः शुक् योगः इ इति स्थिते भीयोगः भीषि इति निजन्तधातु. भीषि इति निजन्तधातु कृते भी लटीरूपं भीषयते इति लटीरूपं सिद्ध्यति. सो वाट् इड् बि डु भी बापयते भाययते भीषयते इति त्रयोः त्रीणि रूपाणि. अनन्तरं देन् हेतुभयं नास्ति इति चेत् हेतु प्रयोजककर्ता कृते हेतुभयं नास्ति इति स्थितौ भियोगः णिच् अचोन्निति अचोन्निति इत्यनेन वृद्धि भै भवति. भैयोगः इति कृते एचोयवायावः भायि इति नूतनधातु लटीरूपं भाययति इति चतुर्थरूपम् अपि सिद्ध्यति. समीचीनम् इदानीम् अवगतं वा किं शोभा भगिनि? अवगतं भगिनि किन्तु अद्य शृणोमि भगिनि. इत्युक्ते तत्र अत्र विकल्पद्वयम् अस्ति. एकस्मिन् पक्षे अचोयन् इति कार्यं करोति बिबेतेर् हेतुभये इत्यनेन विकल्पेन आत्वं अतः भापयते इति रूपं भवति. यस्मिन् पक्षे आत्वं न भवति तस्मिन् पक्षे भाययते इति रूपमपि लभ्यते. अपि च अपरस्मिन् पक्षे भियो हेतुभये शुक् इति सूत्रं तु अचोयनिति इत्यस्य अपवादः अस्ति इति कृत्वा तत्र साक्षात् भियोगः णिच् इत्यत्र शुगागमः भवति भीषि भीषयते इति रूपं लभ्यते इति तत्र किं कोष्टकद्वयम् अस्ति. अत्र वैचित्र्यम् अस्ति. अचोयनिति इत्यस्य अपवादभूतसूत्रं भियो हेतुभये शुक् इति वयं वदामः चेत् तर्हि अचोयनिति इति किमर्थं प्रवर्तते अनन्तरम्? अपवादः इत्युक्ते तद् न प्रवर्तते खलु इति चेत् अत्र एवम् अपवादः इति कृत्वा अचोयनिति इति कार्यमेव न करोति इति वयं वदामः चेत् तदानीं बिबेतेर्हेतुभये शुक् इति सूत्रं व्यर्थं भवति. तथा मास्तु इति कृत्वा अत्र कोष्टकद्वयम् एव अस्ति. एकस्मिन् पक्षे भियो हेतुभये शुक् इत्यनेन शुगागमः, अन्यस्मिन् पक्षे अचोयनिति बिबेतेर्हेतुभये इति कार्यम् इति कृत्वा त्रीणि रूपाणि लभ्यन्ते. आम् आम् पूर्वं बहु किमपि चर्चितं खलु भगिनि, तत्र मम किञ्चित् क्लेशः अस्ति इदानीम् अपि. पुनः एकवारं ध्वनिमुद्रणं शृणोमि. हा हा, तत्र तु तत्र अवगमनार्थम् एवमेव उक्तं, तयोः बलाबलचिन्तनम् इत्सर्वम् उक्तं, परन्तु अन्ततो गत्वा यद् इदानीं मया उक्तं तदेव निष्कर्षः. अस्तु अस्तु. द्योहेतुभयेषु किति अपवादसूत्रम् इति वयं वदामः चेत् तदानीम् अचोणीति इत्यस्य न प्रवर्तते, न प्रवर्तेत, न प्रवर्तेत, परन्तु एवं तथा अस्ति चेत् तदानीं बिभेतेर्हेतुभयेषु किति सूत्रं व्यर्थं भवति. तत् मास्तु इति कृत्वा एकस्मिन् पक्षे दियो हेतुभयेषु किति कार्यं करोति, अन्यस्मिन् पक्षे अचोयनिति बिभेतेर्हेतुभये इति सूत्रम्. हा, इत्युक्ते तत्र बिभेतेर्हेतुभये इति वैकल्पिककार्यं तस्य इति कृत्वा वा? वैकल्पिककार्यम् इति कृत्वा वैकल्पिकस्थाने विकल्पेन इति कृत्वा अन्यस्मिन् पक्षे तत्र वियोगहेतुभयशुक् इत्यस्य अपि अवसरः भवति इति तत्र कथञ्चित् अकामडेट् करणीयं तावदेव. अस्तु, तत्र विजयलक्ष्मी भगिनी वदति अड्जस्ट् माडि इति, तदेव. अस्तु, तर्हि इदानीम् अग्रे किञ्चित् तत्र रूपमपि दृष्टं, तत्र सूर्यकुमारी भगिनी अग्रे पठति वा? प्रयोजकात् साक्षात् भीतिः नास्ति चेत्. भगिनि, प्रयोजकात् साक्षात् भीतिः नास्ति चेत् आदेशो न भवति, न वा पुगागमः, न वा सुगागमः. तस्यां स्थितौ वियोगः णिच् अचोनिति इत्यनेन भय् भवति. भय्योगः इ यचोयवायावः कारणेन आय् भवति. आयोगः इ बायि बाययति एकरूपमेव परस्मैपदि भवति. हेतुभये नास्ति चेत् वियोगः निच् अचोनिति एव अचोनिति सूत्रेणैव वृद्धि भवति. बै भै योगः इ सामान्यविधानं भवति. यचो यवायावः भाय् योगः इ बायि बायियोगस्य बाये बाययति रूपं सिद्ध्यति. छुरि उदाहरणमस्ति, छुरिकया बालकं बाययति इत्यस्मिन् प्रयोजकात् साक्षात् भीतिः नास्ति अपि तु छुरिकायाः सः भीतः. तदेव भगिनि, अत्र प्रयोजकात् भीतिः अस्ति वा अस्मिन् वाक्ये? प्रयोजकभीतिः नास्ति. अत्र भयस्य कारणं किम्? छुरिकया, छुरिका प्रयोजककर्ता नास्ति खलु? प्रयोजककर्ता कः? माता बालकं पाययति. माता बालकं पाययति इत्यत्र तत्र कीदृशप्रयोगः? प्रयोजकात् भीतिः अस्ति वा न वा? प्रयोजकभीतिः नास्ति, प्रेरणार्थे अस्ति. न, परन्तु मम प्रश्नः अस्ति इदानीं, प्रयोजकात् भीतिः इत्यस्य एकम् उदाहरणं, प्रयोजकात् भीतिः नास्ति चेत् तस्य उदाहरणम्, उदाहरणद्वयं वदतु. माता भीषयते, माता छुरिकया बालकं बाययति. समीचीनं समीचीनं. माता इत्युक्ते तत्र माता भीषयते इति उक्तं, परन्तु तत्र कं कं वीषयते स्वयमेव न स्वयमेव भीषयति तत्र कः भीतः भवति माता एव भीषयते माता भीषयते परन्तु तत्र कः भयभीतः अस्ति कं भाययति अनिञ्जन्तवाक्यं किम् अस्ति इति मम प्रश्नः माता एव बिभेति पुत्र भगिनी पुत्र अन्यन्तावस्थायाम् एकं वाक्यं वदतु अनन्तरं न्यन्तावस्थायां वदतु अन्यन्तावस्थायां वाक्यं किम् अस्ति माता न अन्यन्तावस्थायां किमर्थं माता बालकः बिभेति बालकः बिभेति बालकः बिभेति इति वाक्यम् इदानीं न्यन्तावस्थायां न्यन्तावस्थायां भाययति न न इदानीं तत्र प्रयोजकात् भीतिः अस्ति चेत् वदतु वाक्यं बालकः बिभेति इति सामान्यवाक्यम् अस्ति इदानीं प्रयोजकात् भीतिः अस्ति चेत् किं भवति वाक्यं प्रयोजकात् भीतिः नास्ति चेत् किं भवति वाक्यं प्रयोजकभीतिः अस्ति चेत् अस्ति चेत् बालकः किमर्थं बालकः बालकः एव प्रयोज्यकर्ता इदानीं माता एव प्रयोजककर्ता प्रयोजककर्त्री ओके मात्र अस्तु विजयलक्ष्मी भगिनी किञ्चित् साहाय्यं करोतु भाषयते माता बालकः इति वा माता बालकम् अत्र माता एव भयं भयस्य कारणम् अतः बिभेते हेतु भये इति सूत्रेण आत्वं भूत्वा भाययते इति भवति माता बालकं भाययते यदि माता मात्रा हस्ते यदि अन्यानि रूपाणि अपि वदतु छुरिका भवति सा छुरिकया भाययति चेत् तदा एकक्षणं तत्र प्रयोजकात् भीतिः अस्ति चेत् भवती एकं रूपम् उक्तवती भाययते इति तत्र अन्यानि रूपाणि अपि वदतु प्रयोजकात् फस्ट् बालकः बिभेति अन्यन्तावस्थायाम् अनन्तरं माता बालकं भाययते तद् विकल्पेन विकल्पः यदि न इष्यते तदा भीषयते भापयते इति अपि भवति भीषयते इति हस्ते यदि हा भीषयते इति रूपमपि भवति अनन्तरं यदि हेतु भयं नास्ति तस्याः हस्ते यदि छुरिका किमपि भवति अथवा काष्ठः वन् स्टिक् तत् किं लोष्टकाष्ठ छुरिका और् स्टिक् किमपि यदि दण्डेन यष्टि हा यष्टि अथवा छुरिका यदि किमपि हस्ते भवति तदा हेतुभयं नास्ति तदा करणं किमपि अस्ति तद्र दर्शयति तदा भयं जनयति इति कृत्वा तत्र आत्वं न भवति केवलं भीधातोः अर्तिशीली तत् सूत्रेण पुगागमः भूत्वा भापयते इति रूपमपि भवति. अतः माता न भापयते इति रूपं नास्ति, छुरिकया इति वदति चेत् आत्मनेपदिरूपं न भवति. अत्र प्रथमवाक्ये यदुक्तं माता भाययते भीषयते भापयते इति त्रीणि रूपाणि तत्र प्रयोजकात् भीतिः चेत् भापयति इति यदि भाययति भापयति इति रूपं न भवति. नाट् भापयति, भाययति. हा भाययति इति रूपं, माता छुरिकया बालकं भाययति भाययति. तत्र चतुर्थः प्रयोगः अपि उपयोक्तुं शक्यते. टोटल् कन्फ्यूजन् परन्तु सूर्यकुमारी अत्र कोऽपि उपकरणम् अस्ति चेत् भाययति इति एकमेव रूपं स्यात्. इदानीं माता बालकं भापयते इति वदामः चेत् बालक मातुः दर्शनेन एव बालकः बिभेति इति अर्थः इति सम्यक् वा? माता किमपि करोति तत्र किं नेत्रयोः किमपि करोति अथवा तीक्ष्णदृष्टिः किमपि किमपि करोति दृष्ट्वा किं भ्रूविलासः करोति. हा तादृशं किमपि करोति, रेसिङ्ग् ऐब्रोस् आर् स्टेरिङ्ग् यत्किमपि रैसिङ्ग् द हेण्ड् या किमपि. तत्र भाययते भीषयते भापयते इति वदति खलु भगिनि, तावदेव स्वयं करोति एव करोति चेत् किमपि अधिकरणम् अस्ति चेत् भाययति एव. अधिकरणं न उपकरणम् उपकरणम् अस्ति चेत् रूपद्वयं भवति खलु भगिनि, कथम् एकमेव रूपम् आत्वं न भवति खलु. आत्वं कथं भवति? प्रयोजकात् भीतिः अस्ति चेदेव आत्वं. न न भाययति भाययते इति निजन्तप्रयोगे रूपद्वयम् अपि भवति इति वयं पठितवन्तः खलु. भाययति इति भवति, भाययते इति प्रयोजकात् भीतिः चेत् भाययते, प्रयोजकात् भीतिः नास्ति चेत् भाययति इति रूपं. भापयति इति रूपं कथं भवति? भापयति न भाययति इति एव. भाययति इति समीचीनं, समीचीनं तत्तु अस्ति. तत्र भाययति छुरिकया भयं यदि जनयति तदा केवलं भाययति इति एव भवति वा भाययते इति अपि उपयोक्तुं शक्यते वा इति? न न भवति, भाययते इति न भवति, प्रयोजकात् भीतिः अस्ति चेदेव आत्मनेपदिरूपम्. अस्तु, यतोहि बी धातुः परस्मैपदिधातुः खलु, बिभेति इति परस्मैपदिधातुः अस्ति, विशेषप्रयोगे आत्मनेपदित्वं भवति. अस्तु अस्तु अस्तु. कोऽपि प्रश्नः चेत् पृच्छन्तु, नो चेत् अग्रे गच्छामः. स्मी धातुः भगिनी, तर्हि तत्र हेतुभये एव तत्र सर्वत्र सर्वत्र इत्युक्ते त्रय तिसृषु किं त्रयेषु सूत्रेषु बिभेतेः हेतुभये इति तत्र त्रीणि रूपाणि, तदनन्तरं भी अपि किं तत्र भीस्म्योर् हेतुभये तत्रापि हेतुभये आत्मनेपदं भवति, पुनः हेतुभये शुक् आगमः भवति भी इति धातोः आत्मनेपदम् आत्मनेपदम् एव. किन्तु हेतुभयं नास्ति चेत् एकमेव रूपं तदस्ति, तत्र सूत्रं नास्ति, किन्तु हेतुभयं नास्ति चेत् भाययति इति इत्युक्ते प्रयोजकात् साक्षात् भीतिः नास्ति चेत् आत्वं न भवति एव, न तु पुगागमः न तु शुगागमः, अतः भाययति इति एकमेव रूपं भवति, यदा भीतेः कारणम् उपकरणम् अस्ति. समीचीनम्, समीचीनम् इति अस्ति. अस्तु, तर्हि अग्रे गच्छामः. स्मी धातुः, सरस्वती भगिनी अग्रे पठतु. आं भगिनि, श्रूयते वा भगिनि? श्रूयते वा? न श्रूयते भगिनि, न श्रूयते. अस्माभिः श्रूयते. अस्तु अस्तु, मया एव न श्रूयते वा? अस्तु अस्तु, पठतु, प्रयत्नं करोमि. स्मि धातुः श्मिङ्ग् ईषद् ईषदस्सने ईषत् हसने भ्वादिगणे लटि स्मयते टु स्मैल् प्रेरणार्थे स्माययति टु कास् टु स्मैल् परन्तु विस्मयः आश्चर्यं विस्मितिः चमत्कारः नित्यं स्मयतेः यदा प्रयोजकः विस्मयस्य साक्षात् कारणं तदा नित्यम् एचः आकारादेशो भवति नित्यत्वात् अत्र विभाषा इत्यस्य अनुवृत्तिक्रमः समाप्यते नित्यं प्रथमान्तं स्मयतेः षष्ट्यन्तं द्विपदम् इदं सूत्रम् आदेच उपदेशेषिति इत्यस्मात् आत् एच् इत्यनोः अनुवृत्तिः चीस्पुरोर्णौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः विभेतेर्हेतुभये इत्यस्मात् हेतुभये इत्यस्य अनुवृत्तिः अत्र भयशब्दः आश्चर्यार्थे स्वीक्रियते अनुवृत्तिः सहितसूत्रं हेतुभये नित्यं स्मयतेः एचः आत् णौ. तर्हि इदानीं स्मि धातोः विषये अस्ति. अत्र धातुपाठे रूपमस्ति श्मिङ्ग् ईषद् हसने भादिगणस्य रूपमस्ति लटि लटि स्मयते प्रेरणार्थे स्माययति स्माययति तु सुलभमस्ति तस्य स्मी स्मी तः एव अचूर्णिति भूत्वा एव अस्ति परन्तु तस्मात् पूर्वम् अन्यत् किमपि अस्ति अत्र तस्य विषये आदौ पश्यामः. विस्मयस्य अर्थः अस्ति आश्चर्यं विस्मतिः विस्मितिः चमत्कारः सूत्रं नूतनं सूत्रमस्ति नित्यं स्मयतेः अथा अत्र पुनः यथा प्रयोजकः विस्मयस्य साक्षात् कारणं यथा भीधातोमध्ये अपि प्रयोजकः कारणम् आसीत् भयस्य तर्हि तदा यस्य एकस्य सूत्रस्य प्रयोगम् अभवत् अत्रापि एवमेव यदि प्रयोजकः विस्मयस्य कारणमस्ति तदा नित्यं स्मयतेः अस्य अत्र पुनः तत्र नित्यमेव एचहस्य आकारादेशः एचः आकारादेशः भवति पुनः एचः कथा अभवत् इत्युक्ते अचोणितितः एव एचः भवति तथा तस्मात् आकारादेशः भवति तर्हि अत्र नित्यस्मात् अत्र विभाषा इत्यस्य अनुवृत्तिक्रमः समाप्यते इत्युक्ते विभाषा नास्ति अत्र आदेशः आकारादेशः भवति एव आदेश उपदेशे स्थिति अस्य प्रवृत्तिः अस्ति चीस्पुरोर्णौ इत्यस्मात् णौ अनुवृत्तिः अस्ति पुनः विभेतेर्हेतुभये इत्यस्य अनुवृत्तिः अस्ति भयशब्द आश्चर्यार्थे स्वीक्रियते एतस्य अर्थमहं न अवगतवती परन्तु चिन्तयामि अत्र तथैव यथा तत्र भयस्य वयं दृष्टवन्तः अथा अत्र आश्चर्यस्य वयं पश्यामः अनुवृत्तिसहितसूत्रमस्ति हेतुर्भये नित्यं स्मयतेः एचः आत् णौ तर्हि तस्य रूपं कथं भवति अग्रे पठामि न वा भगिनि? हा बहु सम्यक् भगिनि, बहु समीचीनं. तत्र हेतुभये इति अस्ति खलु, भयम् इति अस्मिन् प्रसङ्गे भयम् अस्ति वा इति चेत् भयम् इत्युक्ते आश्चर्यः इति अर्थः. अस्तु, इतोपि एकं प्रष्टुम् इच्छामि. हेतुभयमध्ये रेफ अस्ति तद् टङ्कनदोषः अस्ति वा किमपि किम् बिभेतेर्हेतुभये सम्यक् अस्ति परन्तु इत्यस्मात् पुनः रेफ अस्ति तथा हेतुभयः अस्ति तर्हि तत्र टङ्कनदोषः अस्ति वा टङ्कनदोषः अस्ति हेतुभये अस्तु तर्हि चलति अस्तु अस्तु तर्हि इदानीं कथं तस्य भवति विस्मि योगणिच् णिच्तः केवलम् इ अवशिष्यते अचोणितितः तत्र वृद्धिः भवति इ स्थाने ऐ भवति विस्मै योग इ अत्र नित्यं स्मयतेः अनेन सूत्रेण आत्वं भवति अतः विस्मै विस्मा भवति विस्मायोग इ अतः आकारान्त अस्ति इदानीं तर्हि अर्ति लि व्रीहि क्नुहि श्मायतां पुग्णौ अतः पुक् आगमः भवति विस्मायोग पुक् योग इ पुनः अत्र केवलं प अवशिष्यते पकार अवशिष्यते अतः विस्मापि एवं भवति भी भीष्मोर् हेतुभय इत्यस्य प्रयोजकात् साक्षात् विस्मयः चेत् आत्मनेपदत्वं भवति पुनः अत्र अतः पुगागमः भूत्वा तत्र यदा इ अस्ति विस्मापि भवति परन्तु तदनन्तरं शप् योग ते आगच्छति न तु ति न तु परस्मैपदीरूपम् अतः विस्मापि योग शप् योग ते अत्र पुनः षकारपकारस्य लोपो भूत्वा अ केवलं तिष् अवशिष्यते विस्मापि योग अयोगते पुनः तत्र सार्वधातुकार्धधातुकयोः तः विस्मापे भूत्वा अयोग ते विस्मापे अ विस्मापय एचो यवायावहतः सर्वं मेलनं भूत्वा विस्मापयते भवति रूपम् सम्यक् तत्र टङ्कनदोषं नास्ति आं टङ्कनदोषः अस्ति खलु हेतुर्भये इति अस्ति हेर् रेपः आदौ अस्ति तद् न भवेत् समीकरोमि अनन्तरं समीचीनं तर्हि इदानीं विनय् महोदय वाक्यानि वदति वा तत्र वाक्य अत्र विस्मापयते वयं पठितवान् तर्हि प्रयोजककर्ता कः कोऽपि प्रयोजककर्ता कोऽपि कारणेन बालकं विस्मापयते अर्थात् यदि अत्र भय तो व्यवस्था नास्ति परन्तु प्रयोजककर्ता कोऽपि कारणेन बालकं विस्मापयते अत्र अहं केवलं अत्र पठामि मुण्डो जटिलो बालकं विस्मापयते तर्हि प्रयोजककर्ता तु मुण्डः अस्ति मुण्डः पुरुषः प्रयोजककर्ता अस्ति तत् तर्हि तत्र एव बालकः विस्मापयति नाट् विस्मापयति बट् परन्तु मुण्डकः मुण्डक रूपं मुण्डरूपं बालकं विस्मापयति तर्हि जटिला अपि च जटिला कोऽपि यत्र केशः जटिलः भवन्ति यथा कोऽपि अहं साधु न वदामि परन्तु यदि जटिला अस्ति कोऽपि कारणेन तर्हि एव बालकः बालकं विस्मापयति प्रयोजकात् नास्ति चेत् विस्मयः तदानीं वाक्यं वाक्यं यदि प्रयोजकः नास्ति तर्हि बालकः बालकः अहं केवलं धातुश्री अस्ति स्मयति स्मयति तर्हि तु धातु तु स्म स्मी अस्ति तर्हि न स्मयति नास्ति न न स्मयति नास्ति बालकः लट्लकार कथं भवति लट्लकार रूपं किं भवति प्रयोजकात् विस्मयः नास्ति चेत् रूपं किमस्ति वियोगः स्मियोगः निच् स्मियोगः निच् भगिनि स्मियोगः स्मियोगः निच् तत्र किं भवति ओके अतः स्मीयोगः स्मीयोगः णिच् णिच् अविशेष इकार अस्ति तर्हि स्मीयोग इकार अस्ति तर्हि यदि स्मी स्म योग इकार योग इकार तर्हि स्मी भवति अहं तत्र किं सूत्रं कार्यं करोति तत्र इदानीं प्रयोजकात् विस्मयः नास्ति तदानीं स्मायति सामान्यमस्ति अचोयनिति इत्यनेन वृद्धिः न केवलं यदि केवलं निच् अस्ति केवलम् अगर् निच् अस्ति तु निच् तु अचोनिति सम्बन्धः साक्षात् अस्ति तर्हि स्मै भवति तर्हि स्मै भवति तर्हि स्वयि आधारेण समायति भवति प्रश्नः नास्ति स्मायति भवति वदतु क्षम्यताम् वदतु न अहं केवलं अहं केवलं वदामि यथा धातु स्मी अस्ति तर्हि प्रत्ययः णिच् अस्ति प्रत्ययः णिच् अस्ति तर्हि अत्र अच् कः अस्ति अच् इकार अस्ति स्मी स्मी अकार स्मी इकार अच् अस्ति यदि अच् अस्ति तर्हि अचो नीति आगच्छति अचो नीति यदा आगच्छति तर्हि अचोनेति अर्थात् वृद्धिः तु भवति यदि वृद्धिः भवति तर्हि स्मै भवति स्म म ऐ स्मै भवति यदि स्मै भवति तर्हि तु वयं पठितवान् मयि अर्थात् ऐ आय भवति तर्हि स्माय भवति परन्तु अत्र प्रश्न उदेति एकारस्थ स्मा एकारसम्बन्धे अस्ति अत्र तर्हि स्मायै भवति यदि द्वितीय यकार अस्ति स्मायी भवति तर्हि स्माये भवति तर्हि स्मायाधारणेन स्मायति भवति अन्य कोऽपि स्मायति इति भवति तत्र अत्र करपत्रे वाक्यं किम् अस्ति एकवारं पठतु ओ वाक्यम् अत्र स्मिङ् ईषत् हसने ईषत् हसने अत्र अन्तिमं वाक्यं यदस्ति खलु तत् पठतु चोरः कुञ्चिकया ओ अत्र चोरः अन्त्यवाक्यं चोरः चोरः कुञ्चकया एनं विस्माययति अर्थात् चोरः किमर्थं कुञ्चिका गृहीतवान् वयं न जानीमः परन्तु यथा को चोरः कुञ्चिका आ, आ, आधारेण द्वारं कोऽपि अहं शिशुः अस्ति इति चिन्तयतु, शिशुः अस्ति अथवा तत्र लघुशिशुः अस्ति, चोरः कुञ्चिकया तत्र शिशुः तत्र विस्मितः, शिशुः विस्मितः इति कृत्वा कुञ्चिका एव विस्मयस्य कारणं, न तु चोरः, एतादृशं किमपि वक्तुं शक्यते. कुञ्चिका अर्थः कः? कुञ्चिका तु कुञ्चिका कीस्, कीस् खलु. तर्हि चोरः चोरः हस्ते कुञ्चिका अस्ति, तर्हि यद् ओ एनं विस्मायति कर्मतः, अथ कोऽपि शिशुः विस्मायति, तर्हि अर्थः अस्ति कुञ्चिका. स्मीधातोः विषये यथा आसीत् तथैव अत्रापि स्मीधातोः विषये अस्ति, एतावदेव अत्र नित्यं स्मयतेः इति सूत्रमत्र नित्यरूपेण भवति. अस्तु, इदानीम् अग्रे प्रीधातुः वंसि भगिनि पठतु. प्रीधातुः अस्ति, प्रीतर्पणे अर्थः प्रीति करोति, प्रसन्नं करोति, तृप्तं करोति, चुरादिगणे प्रीणयति नो चेत् प्रीणयते रूपत्वयं, विकल्पेन च निच् अभावे प्रयति प्रयते, क्रयादिगणे प्रीणाति प्रीणीते, क्रयादिगणे अपि अस्ति वा एषः धातुः, एषः धातुः क्रयादिगणे अपि अस्ति वा भगिनि तत्र न जानामि. अस्तु, अत्र अग्रे पठामि. धुञ् प्रीणोर्नुक् वक्तव्यः इति वार्तिकं, निचि परे धू प्री इति धातोः नुक् आगमः, धू धातुः इति अग्रे ऊकारान्तेषु दृश्यताम्, ऊकारान्तेषु. अस्तु, नुकि क उ इत्यनयोः इत्संज्ञा लोपश्च न अवशिष्यते. अस्तु, प्रथमं प्रीन् धातुः अस्ति, तर्पणे इति अर्थे अस्ति, प्रीति प्रीति इत्यस्मिन् अर्थे अस्ति, प्रसन्नं करोति तृप्तं करोति इत्यस्मिन् प्री धातुः अस्ति, स्वरितनित आत्मनेपदित्वम् इत्यनेन तत्र आत्मनेपदीरूपमपि भवितुम् अर्हति, अपि च परस्मपदीरूपमपि भवितुम् अर्हति. चुरादिगणे धातुः अस्ति, चुरादिगणे तु प्रीणयति इति रूपं भवति, प्रीणयते इति रूपमपि भवति, यस्मिन् पक्षे तत्र स्वार्थे प्रीणयति, निच् अभावे किमर्थं चुरादिगणे तु निच् भवति न, स्वार्थे अपि च प्रेरणार्थे द्वयोः रूपे रूपद्वयं रूपयोः इति भवितुम् अर्हति, विकल्पेन निच् कुत्र अभावे भवति भगिनि तत्र? चुरादिगणे प्रीणयति प्रीणयते, विकल्पेन च निच् अभावे प्रयते प्रयते. तत्र निच् प्रत्ययः अस्माभिः दृष्टं खलु, सर्वत्र निच् प्रत्ययः नित्यरूपेण न विधीयते, कुत्रचित् विकल्पेन विधीयते इति दृष्टं खलु. चुरादिगणे प्रीधातुः तादृशधातुः यत्र निच् प्रत्ययः विकल्पेन भवति, अतः एव मातृभिः किम् उक्तं, यस्मिन् पक्षे निच् प्रत्ययः न भवति तस्मिन् पक्षे भुवादिगणे भवतु इति. सत्यं, धातुः किम् अस्ति न स्मरामि, तत्र भुवादिगणे लीलो अन्यतरस्य इत्यस्मिन् सूत्रे एव अस्ति इति चिन्तयामि तत्र न. एतादृश बहवः धातवः सन्ति यत्र निच् प्रत्ययः विकल्पेन विधीयते. एवं वा, तत्र कथं जानीमः निच् प्रत्ययः विकल्पेन भवति इति? तत्र यतोहि रूपमस्ति खलु, प्रयते इति रूपमस्ति. हा, मातृभिः उक्तं तत्र एतादृशस्थितिः धातुः यदि भुवादिगणे अस्ति चेत् तत्र सम्यक् भवति. अस्तु, समीचीनम्. अतः तत्र निच् भावे भवति, तत्र तु प्रयति नो चेत् प्रयते इत्यपि रूपं भवितुम् अर्हति. क्रयादिगणे अपि धातुः अस्ति, अतः तत्र प्रीणाति श्ना इति प्रत्ययः अस्ति, ना इति विकरणप्रत्ययः अस्ति, अतः तत्र प्रीणाति इति रूपं भवति, प्रीणीते अपि रूपं भवति, यतोहि ण्यत् ञित् अस्ति, तेन कारणेन रूपद्वयं परस्मैपदीरूपम् अपि भवति, आत्मनेपदीरूपम् अपि भवितुम् अर्हति. अत्र वार्तिकम् अस्ति, खुञ् प्रीणो नुक् वक्तव्यः इति वार्तिकमस्ति. अस्तु, धूञ् प्रीणो नुक् वक्तव्यः इति अस्ति. धूञ् इति धातु एकः धातु, प्री इति एकः धातु, प्रीय इति एकः धातु, धूञ् प्रीणोः इति तत्र द्वन्द्वसमासः न, धूञ् षष्ठी विभक्ति द्विवचनमस्ति, धूञ् प्रीणोः इत्यस्य नुक् वक्तव्यः, नुक् आदेशः भवति, लुक् आदेशः वा न चलति, पश्यामि तत्र लुक् वक्तव्यः इत्युक्तं निचि परे धू प्री एते धातु आगमः खलु ककारः लुक् आगमः लुक् हा न लुक् इति अस्ति न तत्र आगमः भवति अत्र धू प्री एते धातवः धातोः एते धात्वोः क्षम्यताम् एते धात्वोः नुक् आगमः एतयोः धात्वोः एतयोः धात्वोः अस्तु धन्यवादः एतयोः धात्वोः नुक् आगमः भवति तत्र धू धातु इति अग्रे ऊकारान्तेषु दृश्यता रूपद्वयमपि भवितुम् अर्हति इति चिन्तयामि धू धातु नो चेत् धू इत्यपि भवति वा तत्र नुकी तद् धू धातोः विषये अग्रे पश्यामः नुकीत इत्यस्मिन् अस्तु केवलं ध्री धातोः विषये एव धू धातु अधुना तु धू इति ओ अस्तु अस्तु भगिनि तर्हि एतत् वाक्यं त्यजामि वा नो चेत् वक्तव्यं वा न किमपि न वक्तव्यं तत्र केवलं प्री धातोः किं भवति इति वदतु एकवारं हरि ओम् हा श्रूयते प्रियधातोः किं भवति इति वदतु हरि ओम् न श्रूयते वा श्रूयते वा भगिनि श्रूयते वा हरि ओम् श्रूयते भगिनि श्रूयते खलु श्रूयते न श्रोतुं शक्नोति वंशी भगिन्याः किमपि एक्सेस् कृतवती वा क्लेशः आगच्छति भगिनी वदतु वंशी भगिनी प्रियधातुः निच् प्रत्यये परे किं भवति क्षम्यतां भगिनी न जाने भग्नः जातः प्रियधातु निच् परे प्री ञकारस्य संज्ञा भूत्वा प्री इति अवशिष्यते अधुना धूमि प्रीणो नुक् वक्तव्यः इति वार्तिकेन तत्र नुक् आगमः भवति नुक् इति कित् इति भूत्वा तत्र धातोः आगमः भवति वा तत्र निच् परे इति उक्तं हा धातोः धातोः आगमः भवति आद्यन्तौटकितौ इति नेन कित् इति भूत्वा धातोः अन्ते भवति प्रियोगः नुक् योगः इ इति भवति तत्र ककारः वित्संज्ञा भूत्वा उकारः वित्संज्ञा नकार न इति अवशिष्य नकारः अवशिष्यते प्रीणि इति रूपं भवति रेफः अस्ति तत्र रसाभ्यां नूनः समानपदे इत्यनेन तत्र नकारस्य नत्वं भवति प्रीणि इति रसाभ्यां इति अस्ति वा अत्र प्रीणि समानपदे एव अस्ति न तत्र रसाभ्यां नूनः समानपदे अस्ति परन्तु रेपः साक्षात् अरे क्षम्यतां भगिनि अट्कुप्वाङ्गुं व्यवायेपि इति नेन सूत्रेण क्षम्यतां तत्र रेपस्य अनन्तरं करः अस्ति सत्यं प्रीणि इति रूपं निजन्तधातु भवति तस्मात् अनन्तरं तत्र शप् इति आयाति शप् योगः इति तत्र यचोयवायवः इत्यनेन तत्र एत्वं भवति प्रीणयति इति अन्तिमरूपं भवति भगिनि प्रीणे प्रीणे योगः शप् योगः इति प्रीणयति इति रूपं भवति समीचीनम् तत्र नुकागमः भवति इति विषयः अस्ति यदि नुकागमः न भवति चेत् तत्र रूपं किम् अभविष्यति नुक् प्री नुकागमः न भवति चेत् तत्र प्रीयोगः ईयोगः प्रयति इति भवति न तत्र न प्रयति एव रूपं भवति प्रीयोगः शप्योगः न प्रीयोगः निच् निच् प्रीयोगः निच् इत्यस्य प्रीयोगः इ इति प्री एव भवति न भगिनि नुकागमः न भवति चेत् प्रीयोगः निच् तत्र किं भवति ओ गुणः ओके क्षम्यतां तत्र प्रेयोगः नि इति प्राययति इति भवति प्राययति इति भवति इति चिन्तयामि हा प्रीयोगः निच् अचोयणीति इत्यनेन वृद्धिः गुणः नास्ति वृद्धिः प्रयोगः धातुः प्राययति प्राय स्यात् परन्तु तादृशरूपं नास्ति अत्र प्रीणयति इति रूपं वर्तते ओ अस्तु अस्तु तर्हि तद्रूपं न तद्रूपं नास्ति इति नुक्तो नित्यरूपेण आगमवात् नित्यरूपेण अस्ति अतः प्रीणयति इति एव रूपं प्रसिद्धमस्ति रूपं प्रसिद्धरूपं प्रीणयति इति रूपम् अस्तु इदानीं विजयलक्ष्मी भगिनी एकं वाक्यं वदतु प्रीणयति इति स्वीकृत्य अस्माकं स्टाण्डर्ड् वाक्यमस्ति खलु माता पुत्रं पुत्रः प्रीणाति और् प्रीणाति न प्रीयते वा प्रयति न अनित्यन्त अवस्थायां क्रयादिगणे तु श्ना इति भवति अतः प्रीणाति इति भवति अन्यस्मिन् गणे कुत्र अस्ति चुरादिगणे चुरादिगणे तु प्रीणयति इति एव भवति अन्यस्मिन् गणे अपि अस्ति वा भगिनि प्रीधातुः चतुर्थे गणे अपि अस्ति वा चतुर्थगणे अपि अस्ति दिवादौ अपि अस्ति क्रियादौ अस्ति अनन्तरं चुरादौ अपि चुरादौ अस्तु अत्र पुत्रः परन्तु तत्र प्रीङ् प्रीतौ इत्यत्र तु णुगागमः न भवति तत्र तु प्राययति इति रूपम् अस्ति प्राययति इति भवति वा तत्र भवति प्रीङ् प्रीतौ इति धातोः अत्र प्रीतर्पणे इत्यस्मिन् अर्थे तु तत्र तु प्रीणाति इति एव भवति निजन्तरूपं तु प्रीणयति एव नुकागमः तर्पणे इत्युक्ते तर्पणे इत्युक्ते तर्पणे कान्तौ च रूपद अर्थद्वयं तर्पणे कान्तौ च अतः तत्र कान्तौ इति तत्र किं टु साटिस्फै टु डिसैर् अस्तु ओके ओके कान्ति हा ओके अस्तु अत्र माता पुत्रं अष्ट क्रयादिगणे एव वदामि पुत्रः प्रीणाति माता पुत्रं प्रीणयति तावदेव खलु समीचीनं वस्तुतः प्रीणाति इति धातुः तत्र प्रीणाति इति तत्र अकर्मकप्रधातुः नास्ति सकर्मकः अस्ति सकर्मकः सकर्मकः अतः भवती उक्तवती पुत्रं प्रीणाति इति प्रीणयति इति उक्तवती खलु पुत्रः किमपि इच्छति चेत् तत् किम् अस्ति इति अपि वक्तव्यं खलु पुत्रः टाय् टाय् इति संस्कृते किं भगिनि अथवा मधुरं पाञ्चालिका क्रीडनकः बालकः क्रीडनकं प्रीणाति माता बालकेन बालकेन कथं भवति अत्र किञ्चित् चिन्तनीयं तत्र प्रीणाति इति विशेषः अस्ति प्रयोगः किञ्चित् चिन्तयन्तु अत्र तत्र चिन्तनीयः विषयः अस्ति चिन्तयन्तु प्रीणयति इत्यस्य योगे कथं प्रयोगः शक्यते इति एकवारं पश्यन्तु प्रीणयति इति धातुः तु प्रसिद्धः अस्ति तत्र रूपं बहुत्र प्रयोगः भवति प्रीणयति इति किन्तु तत्र वार्तेनिच्ये वा खलु भगिनि अथवा प्रेरणार्थेनिच्यपि विषयः प्रेरणार्थः अस्ति खलु अतः स्वार्थे निच् अनन्तरं द्वितीयवारं प्रेरणार्थे निच् अस्तु अस्तु तथापि प्रीणयति तर्हि क्रियादिगणे अपि प्रीणाति इति निचन्दरूपमेव अस्तु अस्तु तर्हि अत्र कोऽपि प्रश्नः अस्ति वा नो चेत् अत्र स्थगयामः प्रीणयति इति अस्य विषये चिन्तयन्तु रुचिकरः विषयः अस्ति यतोहि तत्र किं रुच्यर्थानां प्रीयमाणः इति सूत्रमस्ति खलु तत्र प्रीणाति इत्यस्य बहुधा चर्चा भवति सत्यं सत्यम् अपि च प्रेमः इत्यस्य प्रेमविषये अपि भवितुमर्हति खलु प्रेम इत्यपि भवितुमर्हति सत्यं शकुन्तला दुष्यन्त इत्यपि भवितुमर्हति अतः पश्यन्तु एकवारं दृष्ट्वा अग्रिमसप्ताहे भवत्येव वदतु अस्तु किं वाक्यं किं भवति वदामि तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः नमस्कारः